नमस्कारः. आर्तधातुकप्रकरणे लृङ्लकारः इति पाठः अनुवर्तते. तत्र प्रथमम् आसीत् हेतुहेतुमतोर्लिङ् लृङ्विधायकसूत्रात् पूर्वं प्रथमं वयं हेतुहेतुमतोर्लिङ् इति सूत्रं दृष्टवन्तः, येन इति लिङ्लकारः विधीयते. हेतुहेतुमान् इत्यनयोः उपस्थितौ अर्थात् कार्यकारणभावे सति धातुतः विकल्पेन लिङ् भवति इति. यदा विकल्पेन लिङ् भवति चेत् अपरस्मिन् पक्षे तत्र लृट् लकारः लृट् विधानं भवति. अतः लिङ् अथवा लृट् इति हेतुहेतुमतोर्लिङ् इति सूत्रेण उक्तमासीत्. अनन्तरं तत्र तस्य आधारेण इदानीं लृङ्लकारः विधीयते. लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति सूत्रम्. लिङ् निमित्तम् इत्युक्ते हेतुहेतुमद्भावः यत्र अस्ति तस्मिन् प्रसङ्गे भविष्यत् कालार्थे क्रियातिपत्तौ धातुतः लृङ् भवति इति. क्रियातिपत्तौ इत्युक्ते असिद्धत्वं. क्रिया न श्रूयते वा महोदय? न, मध्ये मम एव अहं चिन्तयामि. इदानीं मम पार्श्वे वैफै नास्ति, अतः किञ्चित् मध्ये मध्ये न इदानीं श्रूयते. श्रूयते अस्तु अस्तु अस्तु. क्रियातिपत्तिः इत्युक्ते क्रियायाः असिद्धत्वं. सो तत्र भविष्यति इति अनुवर्तते इति उक्तं. सो लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति द्वितीयसूत्रं, यस्य आधारेण तत्र लृङ् लकारः विधीयते भविष्यत् कालार्थे क्रियातिपत्तौ इति स्मर्तव्यम्. अनन्तरं तत्र भूतस्य का व्यवस्था इति. लिङ् निमित्ते क्रियातिपत्तौ लृङ् इति सूत्रेण तु भविष्य लिङ् निमित्तं यत्र हेतुहेतुमद्भावः भविष्यत्कालार्थः अस्ति, क्रियातिपत्तिः अस्ति, तत्र लृङ् लकारः विधीयते. तदपि नित्यम् इति दृष्टं. भूतकाले का व्यवस्था इति प्रश्नः. तत्र तृतीयम् अस्माकम् आवल्यां क्रमेण यदा पश्यामः, हेतुहेतुमद्भावः लिङ् निमित्ते लृङ् क्रियातिपत्तौ भूते च. भूते च इति सूत्रेण लिङ् निमित्तं यः हेतुहेतुमद्भावः तस्मिन् प्रसङ्गे भूतकालार्थे क्रियातिपत्तौ धातुतः लृङ् भवति इति. एतत्तु अधिकारसूत्रम् अस्ति. अत्र तु वयं दृष्टवन्तः तद् तु विकल्पेन इत्युक्ते तत्र एकस्मिन् पक्षे लृङ् विधीयते, अपरस्मिन् पक्षे यदा अन्यस्यां इत्युक्ते या लिङ् निमित्तम् अस्ति चेत् तत्र विकल्पेन भूते च इत्यनेन लृङ् विधानम् इति दृष्टवन्तः. एतत्तु भूते च इति सूत्रम्. अनन्तरं तत्र ओतापयोः इति अपि अधिकारसूत्रमस्ति. वा आ उतापयोः इति सूत्रं, तदपि अधिक्रियते अत्र. लिङ् निमित्ते भूते च धातोः वा लृङ् प्रत्ययः परश्च क्रियातिपत्तौ आ उतापयोः इति सूत्रमस्ति. सो तत्र उतापयोः समर्थयोर्लिङ् इत्यस्मात् पूर्वं यानि सूत्राणि सन्ति, केषुचित् लिङ् निमित्तं नास्ति, तत्र त्रिषु सूत्रेषु तदर्थं भूते च इत्यस्य प्रसक्तिः अपि नास्ति इति उक्तम्. अपि च ओतापयोः इत्यस्मात् वा इत्यस्य अनुवृत्तिः अपि नास्ति. यदा अग्रिमसूत्रं दर्हायां लडपि जातोः, तद् सूत्रस्य तु लिङ् लृङ् द्वयोः प्रसङ्गः नास्ति. किमर्थम् इत्युक्ते तत्र गर्हायाम् इति पदं केवलम् अनुवृत्त्यार्थं तद् एतत् सूत्रं मध्ये स्थापितमस्ति. तत्र तु त्रिषु कालेषु लट् लकारः विधीयते गर्हायां गम्यमानायाम् इत्यस्मिन् अर्थे अस्ति चेत्, अनन्तरम् अपि जातु इति पदानि इत्यनयोः योगे तत्र लट् लकारः भवति इति. गर्हायां लडपि जातोः इति चतुर्थं सूत्रम्. अनन्तरं लिङ् प्रसङ्गः तत्र पुनः आगच्छति. विभाषा कथमी लिङ् च तत्र एव अस्माकं गर्हायाम् इति पदस्य अपेक्षा अस्ति. अतः कथमी गर्हायां धातोः लिङ् विभाषा लट् च, लिङ् अथवा लट् च प्रत्ययः परश्च लिङ् निमित्ते भूते च वा लृङ् क्रियातिपत्तौ. अत्र लृङ् क्रियातिपत्रौ विधीयते भूते भूते च लिङ् निमित्ते सति परन्तु कदा कथमि गर्हायां धातोः कथं शब्दस्य प्रयोगे त्रिषु कालेषु गर्हायां विकल्पेन लिङ्लकारः लट्टपि पूर्वतनसूत्रात् लट्टपि आगच्छति एतद् सूत्रं विभाषा कथमि लिङ् च अनन्तरमस्ति किं वृत्ते लिङ् ऋतौ इति सूत्रे एव लिङ् ऋतौ इति उक्तम् अतः किं वृत्ते नाम किम् इत्यादयः प्रश्नवाचकः कः कतरः कथमः धातुतः विधिलिङ् च लृट् च भवतः गर्हायां गम्यमानायाम् इति अत्र किं वृत्ते लिङ् ऋतौ इति सूत्रम् अस्ति अत्र कथं लृङ् इत्युक्ते लृङ् प्राग्वत् इत्यनेन यद् पूर्वं वयं दृष्टवन्तः गतपाठे एव विभाषा कथमि लिङ् च इत्यस्मिन् यथा तथैव अत्रापि विकल्पेन लृङ्लकारः भविष्यत्काले तु नित्यं लृङ्लकारः इति तत्र किं वृत्ते लृङ् ऋतौ इति दृष्टम् अनन्तरम् अनवक्लृप्त्यो रमशयो किं वृत्ते अपि एतद् गतपाठे अपि दृष्टं सम्भावनायाम् असहनायां च किं शब्दस्य वृत्तौ अवृत्तौ कालसामान्ये तत्र विधिलिङ् लृट् च भवतः अनवक्लृप्ति इत्युक्ते सम्भावना अमर्षः इत्युक्ते असहना इति इत्यपि दृष्टम् अतः तत्रापि किं किं विधीयते लिङ् लृट् अनन्तरं लिङ् लिमित्ते भूते च वा लृङ् क्रियातिपत्तौ यथा पूर्वं दृष्टं तदा अत्रापि न सम्भावयामि भवान् हरिं निन्देत् न मर्शये भवान् हरिं निन्देत् निन्दिष्यति इति तत्र अनवक्षिप्ति अमर्शयो किं वृत्तेऽपि तत्र एव कः कतरः कथमवः हरिं निन्देत् निन्दिष्यति इति उदाहरणं दृष्टम् अस्माभिः अनन्तरं तत्रापि लृङ् प्राग्वत् किं वृत्ते लृङ् ऋतौ इत्यत्र यथा आसीत् तदा एव अत्रापि अनन्तरं किं किल अस्ति अर्थेषु लृट् इत्यपि दृष्टम् असम्भावना असहना च किं किल इति पदम् उपपदम् अस्ति चेत् च अस्ति इत्यस्य अर्थे अनयोः पदयोः उपस्थितौ धातुतः लृट् भवति किं किल इत्यस्य कः अर्थः क्रोधार्थः इति अस्ति इत्यपि पदम् इत्यादयः इति उक्ते भवति अस्ति भवति विद्यते इत्यस्मिन् अर्थे अतः तत्र अनवक्लिप्ति अमर्षयोः किं वृत्ते अपि इति पूर्ण इति इत्यनेन अनवक्लिप्ति अमर्षयोः इति पदम् अनुवर्तते किं किल अस्ति अर्थेषु धातुतः लृट् प्रत्ययः परश्च तत्रैव न श्रद्धे किं किल त्वं शूद्रान्नं भोक्ष्यसे अहं विश्वासं न करोमि सम्भावनां न पश्यामि आशां च न करोमि यत् त्वं शूद्रस्य अन्नं खादसि इति उदाहरणं तादृशमेव मर्शये इत्यत्रापि तद् दृष्टम् अनन्तरम् अस्ति भवति विद्यति वा शूद्रीं गमिष्यसि इति अपि उदाहरणं दृष्टं जातु यथोर्लिङ् इत्यपि दृष्टम् जातु यद् इति उपपदे सति असम्भावनायाम् असहनायां धातोः लिङ् भवति न तु लृट् लृट् अत्र न भवति केवलं लिङ् लिङ्लकारः भवति एतत्तु अनवक्लिप्ति अमर्षयोः किं वृत्ते अपि इत्यस्य अपवादः यतोहि अत्र लिङ् च लृट् च लिकारद्वयं भवति स्म अनवक्लिप्ति अमर्षयोः अत्र परन्तु अत्र केवलं लिङ् न तु लिट् इति तत्र उक्तम् तत्र उदाहरणं जातु यद्यथा यदि वा त्वदृशो हरिं निन्देन् निन्देत् न अवकल्पयामि न मर्शयामि तत्र अष्टवाक्य उदाहरणानि आसीत् खलु तपाठे एतदेव वयम् अन्तिमे दृष्टवन्तः जातु च यत् जातु यदोर्लिङ् इति सूत्रेण च यदा च यदि च यदा यद्योः उपसङ्ख्यानम् इति वार्तिकेन निन् धातोः लिङ् विहितः इति कृत्वा निन्देत् इति रूपं भवति इति उक्तम् महोदय पठितुं शक्यते वा लिङ् लृङ् प्राग्वत् इति आरभ्य पठनीयम् अस्तु श्रूयते वा ध्वनि श्रूयते श्रूयते महोदय जातु यदोर्लिङ् इति ततः खलु तत् तत् करणीयं जातु यदोर्लिङ् इति तृतीयपादस्य सप्तचत्वारिंशत् अधिक एकशतम् सूत्रम् एकशतं सूत्रमस्ति जातु जातु यद् इति उपपदे सति असम्भावनायां च असहनायां च धातोः लिङ् भवति नत् लृट् जातु यदोः लिङ् नत् लृट् इति अनवग्लिप्ति अमर्षयोः अकिंवृत्तेः अपि इत्यस्य अपवादः यतोहि अनेन लिङ् च लृट् च इति लकारद्वयं भवति स्म. पूर्वतनसूत्रे पूर्वतनसूत्रात् तथात् पूर्वम् आसीत् तत्र अनवग्लिप्ति अमर्षयोः अकिंवृत्तेः इति आसीत् तस्य तत्र लिट् लकारः अपि भवति स्म, परन्तु तत्र लिङ् एव अस्ति. प्रकृतसूत्रेण केवलं लिङ् भवति न तु लृक्. यदा यद्योः उपसङ्ख्यानमिति वार्तिकेन च उच्यते यत् यदा च यदि च इति उपपदरूपेण भवतः अस्तु उपपद् भवतः चेदपि लिङ् न तु लृट् भवति. उपसङ्ख्यानम् इत्यस्य कथनेन उपपदचतुष्टयं गणनीयम् अस्ति, नाम सङ्ख्या न्यूना आसीत् अनयोः द्वयोः अपि उपपदयोः संयोजनं स्यात्. अस्तु उपसङ्ख्यानस्य योजनं भवतु इति तस्य अपि योजनं गणना करणीयं करणीया इति. यदा जातु यदोः इति उक्तं यत् इति अत्र यदा अपि तस्यापि गणम् इति आवश्यकमस्ति इति तदपि उपसङ्ख्या तस्यापि ग्रहणं करणीयम् इति अस्ति. काशिकायाम् अनवक्लिप्ति अमर्षयोः इत्येव जातु यदि इत्येतयोः जातु यदि यद् इत्येतयोः उपपदयोः अनवक्लिप्ति अमर्षयोः गम्यमानयोः धातोः लिङ् प्रत्ययः भवति घृतः अपवाद इति उक्तम्. काशिकायमुक्तम् अनवक्लिप्ति अमर्षयोः जातु यद् इति तयोः उपपदयोः तत्र जातु अपि च यदि इति उपपदे सति अनवक्लिप्ति अमर्षयोः तत्र गम्यम् अनवक्लिप्ति अमर्षयोः गम्यमानायां धातोः लिङ् भवति न तु लृट् लृटः अपवाद इति. सिद्धान्तकौमुद्यां यदा यद् यद् यदा यद्योः उपसङ्ख्यानमिति उक्तम्. अस्तु अत्र काशिकायमस्ति केवलम् अनवसृत्य अमर्षयोः इत्येव जातु यद् इति उक्तं, परन्तु वार्तिकमसिद्धकौमुद्यां यदा यद्योः उपसङ्ख्यानमित्युक्ते लुटः अपवाद लुङ् प्राग्वत् जातु लुङ् प्राग्वत् इत्युक्ते तत्र वयं जानीमः पूर्वं तत्र किमस्ति तत्र ओताप्योः खलु अनेन तत्र विकल्पेन भवति भविष्यति नित्यं लृङ् भूते वा भविष्यति नित्यं हा भूते भूते विकल्पे जातुश्च यच्च जातु यदौ तयोः जातु यदोः इतरेतरयोः जातु यदोः सप्तमी द्विवचनं लिङ् प्रथमाद्विपदं श्रुतम् अनवकृत्यमर्षयोः अकिं वृत्ते अपि तस्मात् अनवकृत्यमर्षयोः इत्यस्य अनुवृत्तिः लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णचित्रम् अनुवर्तते. भूते च अधिकारः अस्ति ओताप्यो इत्यस्मात् वा इत्यस्य अधिकारः धातु प्रत्ययपरश्च इत्यस्य अधिकारः स्वीकृतमस्ति. अनवकृत्य अमर्षयोः जातु यतोः धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च वा लिङ् क्रियातिपत्तौ. अस्तु अनवकृत्यमर्षयोः इति पूर्वम् अस्मान् दृष्टमत् लिङ् लकारः अपि लृट्टकारः अपि भवति स्म. इदानीं यदि जातु अपि च यद् अपि च वार्तिकेन यदा इत्यस्य अपि उपसङ्ख्यानमस्ति, एतेषाम् अनवक्लिप्ति अमर्ष जातु यद् अपि यदा एतेषां योगे तत्र धातो लिङ् प्रत्ययः भवति, अपि च लिङ्निमित्ते भूते च इति लिङ्लकारः लिङ्लकारः क्रियातिपत्तौ नित्यम् भूते विकल्पेन क्रियातिपत्तौ भविष्यति नित्यम् इति पश्यामः तत् स्पष्टः भवति यदा वाक्यं पठामि. सिद्धान्तकौमुद्यदर्शनमस्ति जातु यद् यदा यदि वा त्वादृशः हरि जातु यत् यदा यदि वा तादृशः हरिं तादृशः हरिं निन्देत् न अवकल्पयामि अवकल्पयामि न अवकल् अवकल्पयामि न मर्षयामि इति अस्य अष्टवाक्यानि भवन्ति अस्तु तत्र सम्पूर्णम् अत्र मिलित्वा दत्तमस्ति जातु जातुप्रयोगे तत्र अनवक्लिप्ति अमर्षेः खलु अनवक्लिप्ति जातु तादृशहरि हरिं निन्देत् न अवकल्पयामि इति एकमस्ति अत्र निन्देत् इति लृङ्लकारं क्षम्यतां लिङ्लकारः लिङ्लकारः अनन्तरं जातु हरिं निन्देत् न मर्षयामि इत्यपि तत्र तत्र अनवक्लिप्ति अमर्षयोः न मर्षयामि इति जातु पदे अनन्तरं तत्र यत् यत् प्रयोगे यत् त्वादृश हरिं निन्देत् न अवकल्पयामि तथैव न मर्षयामि इति तत्र तथैव यत् त्वादृश हरिं निन्देत् न मर्षयामि इति तत्र अस्ति इदानीं यदा इति उपपदे सति यदा त्वादृश हरिः हरिं निन्देत् न अवकल्पयामि तथैव न मर्षयामि इति यदा इत्यस्य यदि अपि भवति यदि यदि अपि अस्य यदि यदा यत् इति चत्वारः अपि च यदि यदा यत् अपि जातु एतेषु चत्वारः भवति अवकल्पयामि न अमर्षयामि इति तत्र लिङ्लकारे भवति यदि त्वादृशहरिं निन्देत् न अवकल्पयामि यदि त्वादृशहरिं निन्देत् न मर्षयामि इत्यत्र लिङ्लकारे इदानीम् एवमेव तत्र लृङ्लकारः भवति यदि तत्र क्रियातिपत्ति अस्ति चेत् अनिन्दिष्यत इति अनिन्दिष्यत सत्यं सर्वत्र अनिन्दिष्यत इति योजनीयं भवति जातु अनिन्दिष्यत अनिन्दिष्यत न अवकल्पयामि सत्यं निन्देत् इत्यस्य स्थाने अनिन्दिष्यत इति भवति आं महोदय त्वम् इव व्यष्टिः त्वम् इव व्यष्टिः हरेः निन्दां कुर्यात् व्यष्टिः व्यष्टि इत्युक्ते कः अर्थः व्यष्टि इत्युक्ते इति समस्त अस्ति खलु व्यष्टि व्यष्टि व्यष्टि समष्टिः इति वदामः खलु समष्टि व्यष्टि इति समष्टि व्यष्टि तत्र सपरेट् आम् सत्य तदेव खलु व्यस्तित त्वमिव व्यक्तिः अहम् अत्र कः अर्थः इति न जाने त्वमिव व्यक्ति वा व्यष्टि वा त्वमिव एतद् अहं कल्पनां कर्तुं न शक्नोमि व्यक्तिः इति अर्थे एव भवति समष्टिः इत्युक्ते ग्रूप् व्यष्टिः इत्युक्ते एकः त्वमिव व्यक्ति हरेः निन्दां कुर्यात् एतदहं कल्पनां कर्तुं न शक्नोमि अथवा सहनं कर्तुं न शक्नोमि इत्यर्थः उक्तेषु वाक्येषु क्रमशः जातु यत् यदा यदि इति एतेषां योजनं च चतुर्षु वाक्येषु असम्भावना चतुर्षु वाक्येषु अक्षमा इति अर्थः अस्ति जातु च यच्च जातु यतोः लिङ् इति सूत्रेण च जातु यतोः लिङ् इति सूत्रेण च यदा च यदि च जातु यतोः लिङ् इति जातु यतोः लिङ् इति तत्र अस्ति इनेन यत् यद् यदा अपि च यद् द्वयोः उपसङ्ख्यानं भवति वा यदा यद्योः यदोः उपसङ्ख्यानं तद्वार्तिकम् अस्ति इदानीं मध्ये दृष्टं खलु यदा यदि तेन एव यदा यद्योः उपसङ्ख्यानमिति वार्तिके अन्यं दातो यदि च यदा यद्योः अस्तु यदि यदा यद्योः यदि इत्यस्य उपसन्निन्द वार्तिके निन्दातोः लिङ् विहिता इति कृत्वा निन्देत् इति रूपं भवति लिङ् निन्देत् इति रूपं सम्यक् ते तु अत्र लृङ् विषये उक्तं न खलु अग्रे प्रायः आगच्छति वाक्यस्य अक्षमा इति अर्थः लिङ् प्राग्वत् इति पठतु महोदय अनन्तरं अत्र भविष्यति नित्यं लिङ् भूते वा इत्यनेन प्रसक्तिः अस्ति तदनुसृत्य च लकारप्रयोगः भवति ओतापि इत्यस्मात् वा इत्यस्य अधिकारः अतः भक्षलिङ्गः अपि भवति अनिन्दिष्यः इति अस्तु अत्र स्वादिश इत्यत्र अत्र मध्यपुरुषः अस्ति अतः अनिन्दिष्यः इति त्वदादृशो हरिं निन्दे ओ हर्षयामि इति अस्ति अनिन्दिष्यः इति उक्तं खलु अनिन्दिष्य इति त्वं हरि हरि तत्र त्वम् इति अस्ति तत्र खलु त्वं मध्यपुरुषे अस्ति परन्तु अत्र तु हर्षयामि न तत्र न न तत् त्वं यदि हरें निन्दां कुर्यात् तत्र एव त्वम् इव व्यक्ति हरें निन्दां कुर्यात् तत्र एव पूर्वतनवाक्यस्य आमां ऋङ्लकारः तद् पूर्वतन अनिन्दिष्यः अनिन्दिष्यः पूर्वतनवाक्यसन् आम् अनिन्दिष्यम् इव व्यक्ति हरे हरेः निन्दाम् अनिन्दिष्यः इति ओ तत्र त्वम् अनिन्दिष्यः हरेः हरेः क्षम्यतां त्वम् अनिन्दिष्यः इति निन्दां कुर्य त्वम् इव व्यक्तिः हरिम् अनिन्दिष्यः खलु अत्र भवति त्वम् इव व्यष्टिः हरिः हरेः हरिः हरिः अनिन्दिष्यः हरिम् इति भवेत् अनिन्दिष्य अत्र निन्दां कुर्यात् इति कृतं समीचीनं हरिम् अनिन्दिष्यः इति समीचीनं सम्यक् इति एतत् सूत्रं किं जातु यथोर् लिङ्ग् इति सूत्रं तत्र तेषां तस्य प्रयोगः भवेत् जातु इति जातु त्वं व्यक्ति हरे हरिम् अनिन्दिष्यः इति न सम्भव न अवकल्पयामि इति न अमर्शयामि अस्तु आम् अवकल्पयामि अमर्शयामि अनिन्दिष्यम् अहमस्ति चेत् अनिन्दिष्यम् समीचीनम् अस्तु महोदय भगिनी पठति वा यच्च यत्रयोः पठामि भगिनि यच्च यत्रयोः तृतीय अध्याये तृतीयपादे चतुर्विंशति एकशतं सूत्रं यच्च यत्र इति उपपदिशति असम्भावनायाम् अनवक्लुप्त्यां च असहनायाम् अमर्षे च धातोः लिङ्ग् भवति यच्च इति पदे यत् च इतनयोः अव्ययोः सङ्घातः इदं सूत्रं जातु यदोर्लिङ् इत्यस्मात् पृथक् कृतम् अस्ति येन अग्रिमे सूत्रे केवलं यच्च यत्र इतनयोः अनुवृत्तिः स्यात् न तु जाता यदि इतनयोः काशिकायाम् अनवक्लुप्त अमर्षयोः इति एव यच्च यत्र इति एतयोः रूप एतयोः उपपदयोः अनवक्लुप्त अमर्षयोः गम्यमानयोः धातोः लिङ् प्रत्ययो भवति लुटो लुटो अपवादः योगविभागः उत्तरत्र उत्तरार्थः यथा साङ्ख्यं न इष्यते यच्च यत्रश्च इतरेतरयोगद्वन्द्व द्वन्द्वौ यच्च यत्रौ तयोः यच्च यत्रयोः यच्च यत्रयोः सप्तमी द्विवचना विजनान्तम् एकपदमिदं सूत्रम् अनवक्लुप्ति अमर्षयोः किं वृत्ते अपि इत्यस्मात् अनवक्लुप्ति अमर्षयोः इत्यस्य अनुवृत्तिः जातु यदोर्लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवृत्तिः लिङ्निमित्ते लुङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते भूते च इत्यस्य अधिकारः ओताप्यो इत्यस्मात् वा इत्यस्य अधिकारः धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्र अनवक्लुप्त अमर्षयोः यच्च यत्रयोः धातोः लिङ् प्रत्ययः परश्च लिङ्निमित्ते भूते च वा लृङ् क्रियातिपत्तौ. सूत्रं वदति अत्र पूर्वं वयं पठितवन्तः जातु यदि जातु शब्दः, परन्तु अधुना प्राक्सूत्रे प्रकृतसूत्रे यच्च यत्र इति उपपदे अस्ति. सम्भावनायाम् अनवकृप्त अमर्षयोः असहनायां च धातोः लिङ् भवति. यच्च पदमस्ति, यत् योगः च यच्छ भवति. इदं सूत्रं धातु यजोर्लिङ् तस्मात् पृथक् अस्ति, ततः अनुवृत्ति केवलं यच्च यत्र एव अनयोः अनुवृत्तिः भवति, न तु जातु यदि. काशिकायां वदति अनवक्लुप्त अमर्षयोः इति एव. ओ यच्च यत्र वयं जानीमः विभक्तिरूपाणि दत्तं, यच्च यत्र इदं सूत्रं लुट् अपवाद लुटः अपवादः, ततः योगविवाहः उत्तरार्थः कति किं भगिनि? लोटो अपवादः योगविभक्त न लृट् लृट् अपवादः. सो तत्र योगविभागः उत्तरार्थः इत्युक्ते तत्र सूत्रे यच् यश्च यत्रश्च इति यथासङ्ख्यम् अनुदेशसमानम् इति न इष्यते. तत्र गतपाठे अपि अस्माभिः दृष्टं खलु द्वन्द्वसमासे तत्र लघु पदं उत्तरं पूर्वं दीर्घपदम् उत्तरं भवति इति तादृशं तत्र योगविभागः उत्तरार्थः इत्युक्ते तेन एव वयम् अवगन्तुं शक्यते. तत्र यथासङ्ख्यं न इष्यते. सूत्रे यदा उक्तं यश्च यत्रश्च इति तत्र कस्मिन् सूत्रे दृष्टम्? अस्मिन् सूत्रे न खलु? तत्र अनवक्लिप्ति अमर्षयोः इति सूत्रे दृष्टम्. अमर्ष इति पूर्वं स्यात्, अनवक्लिप्ति इति अनन्तरं स्यात्. परन्तु तत्र सूत्रेण वयं ज्ञातुं शक्नुमः तत्र यथासङ्ख्यं न इष्यते इति. इतः एव दीर्घपदं पूर्वं कृत्वा लघुपदम् उत्तरं कृतवान् पाणिनिना. तादृशम् अत्रापि यथासङ्ख्यं न इष्यते. अत्र अनुवृत्तिसहितं सूत्रं वदति अनवकृत्य अमर्षयोः यच्च यत्रयोः धातोः लिङ् प्रत्ययः परश्च अत्रापि लिङ्निमित्ते भूते च वा लुङ् क्रियातिपत्तौ इति अस्ति अनुवृत्ति. अतः लिङ् वा लुङ् अपि क्रियातिपत्ति अस्ति चेत् लुङ् विधीयते. निदर्शनकसिद्धान्तकौमुद्याम् उदाहरणं दत्तं यच्च यत्र वा त्वमेव कुर्याः, यच्च यत्र वा न श्रद्धये न मर्ष्यामि. अस्य चत्वारि वाक्यानि भवति. प्रथमं यच्च त्वम् एवं कुर्याः न श्रद्धये. अहं कल्पनां कर्तुं न शक्नोमि यत् त्वम् एवम् अकारोः. अत्र यच्च इति पदं प्रयोज्यमस्ति. द्वितीयवाक्यमस्ति यच्च त्वमेवं कुर्याः न मर्षयामि. अमर्ष उदाहरणं पूर्वम् अनवक्लुप्ता इति. अहं सोढुं न शक्नोमि यत् त्वम् एवम् अकारोः. तदेव यत्र पदम् उदाहरणं यत्र त्वमेवं कुर्याः न श्रद्धये अहं कल्पनां कर्तुं न शक्नोमि यत् त्वम् एवम् अकरोः. द्वितीयवाक्यः कुर्याः इति तत्र विधिलिङ्गकारस्य प्रयोगः मध्यमपुरुषे कुर्याः करोः इति लङ् प्रयोगः. अस्माकं लृङ् प्रयोगः तु अकरिष्यः इति भवेत् अग्रे प्रायः. यत्र त्वमेवं कुर्याः न मर्शयामि, अहं सोढुं न शक्नोमि यत् त्वम् एवम् अकरोः. कुर्याः इति विधलिङ्गरूपमस्ति. केवलं दत्तम् आम् आम् आम् दत्तवाक्येषु प्रथमद्वयोः यच्च इति उपपदस्य व्यवहारः, द्वितीयद्वयोः च यत्र इति उपपदस्य व्यवहारः, प्रथमवाक्ये तृतीयवाक्ये च अनवक्लुप्तार्थे, द्वितीयवाक्ये चतुर्थवाक्ये च अमर्षये अमर्षार्थे इति अस्ति. अतः यच्च यच्च यत्रयोः इत्यनेन क्रूधातु लिङ् लकारः विधानेन कुर्याः इति रूपं भवति. अधुना अतः तत्र रूपद्वयम्, एकं तु विधिलिङ्ग् यदा पूर्वम्, इदानीं लिङ् निमित्तम् अस्ति, अतः भूते च वा लृङ् क्रियातिपत्तौ तत्र लृङ् अपि भवति. केवलम् एतत् सूत्रं किमर्थं पृथक्तया उक्तम् इत्युक्ते यच्च यत्र इत्यस्य एव अनुवृत्तिः स्यात्, न तु जातु यद् शब्दस्य तत्र. अत एव योगविभाग उत्तरार्थः इति, तत्र सूत्रविभाग उत्तरार्थः इति तदेव यच्चयत्रयोः इति. तत्र अन्यथा तत् जातयतोः तत्र एव योजयितुं शक्नोति शक्यते खलु. यदि ततः इदानीम् अग्रे गमिष्यति तत् जातु यद् अपि भवति, तदपि आगच्छति. सत्यम्. अतः योगविभागः कृतः उत्तरार्थः. उत्तरसूत्रे केवलं यच्चयत्र इत्यस्य लृटः अपवादः एतत्. गतसूत्रमपि लृटः अपवादः आसीत् वा? तदपि न तु लृट् इति अस्ति. तत्रापि एतद् अनवक्लिप्ति अमर्षयोः इत्यस्यापि अपवादः अस्ति. अनन्तरम् अनेन लिङ् च लृच् चेति लकारद्वयं भवति, परन्तु अत्र तु लिङ्ग् एव भवति, न तु लृट्. सो जातु यदोर्लिङ्ग् इत्यस्मात् आरभ्य प्रायः लृट् न भवति. किं किल अस्ति अत्येषु लृट् इत्यत्र तु लृट् भवति एव खलु. जातु यदोर्लिङ्ग् इत्यत्र लृट् न भवति. अत्र अस्मिन् सूत्रे यत्रयोः इत्यत्र लृट् न भवति. 147, 148 तत्र सूत्रद्वये लृट् न भवति. गर्हयां च तत्रापि न भवेत्. गर्हयां च तु लट् लट् आसीत्. तत्र लट् इत्यस्य अनुवृत्तिः किङ्किला इत्यत्र आगतं वा? न, किङ्किला एतत् भिन्नमस्ति. गर्हयाम् इति गर्हयां च इति भिन्नसूत्रमस्ति. एतत् अग्रिमसूत्रम् आगच्छति खलु. 149 एतत्तु बहु अधिक. गर्हायां लडपि जातोः 3314 इति तत्र लट् आगच्छति. विभाषा कथमी लिङ्ग् कथमी लिङ्च इत्यत्र तु सर्वाणि सर्वे लकारः पक्षकालत्रये लकारः नाम लिङ् लट् असतोः लङ् लुङ् लृट् लुट् लृट् एतत्तु बहु विशिष्टसूत्रम्. अनन्तरं किं वृत्तौ लिङ् लृटौ इत्यत्र तु विधिलिङ् लिट्र लृट् भवतः. तस्मात् अनन्तरं तु एतत् सो तद् लट् तत्रैव स्थगितमस्ति. एतत् सूत्रसङ्ख्या का? 133146, 33147, 33148 भूतापयोः इति 141 पुनः तस्य विषये एव खलु. नमस्कारः भगिनि. क्षम्यतां भगिनि, ऐ गाट् कन्फ्यूस् वित् द टैमिङ्ग्. ओ क्षम्यतां भगिनि. नास्ति चिन्ता, भवती एव पठति वा? ओता तत्र वयम् इदानीम् एतत् सूत्रं पठितवन्तः, यच्च यत्रयोः इति. तस्मात् अनन्तरं पठनीयं 3 3 1 4 8 पठितम्. अहं पठामि वा? उषा भगिनी भगिनी न प्राप्तवती चेत् भवती पठतु. भवती ओतापयोः पठतु भगिनी, अनन्तरं गर्हायां च उषा भगिनी पठे. ओतापयोः इत्यस्मात् वा इत्यस्य अधिकारः अतः विकल्पेन क्रियातिपत्तौ लृङ् इति कृत्वा अकरिष्यः. सूत्रे वयं पठितवन्तः यच्च यत्रयोः अनुवृत्तिसहितसूत्रं वदति लिङ्निमित्ते भूते च वा लृङ् क्रियातिपत्तौ, तदेव द वा एतनेन न लृङ् लकार अपि क्रियातिपत्ति अस्ति चेत् भवति. उदाहरणं दत्तं यच्च तमेव अकरिष्यः न श्रद्धते, अहं कल्पना कर्तुं न शक्नोमि यत् त्वम् एवम् अकरिष्यः. यच्च उपि प्रयोगः अस्ति, यच्च त्वम् एवम् अकरिष्यः न मर्शयामि, मर्शत्ते अमर्शत्ते, अहं सोढुं न शक्नोमि यत् त्वम् एवम् अकरिष्यः. तृतीय उदाहरणमस्ति यत्र यत्र अमर्श अनवक्लुप्तत्थे, यत्र तमेवम् अकरिष्यः न श्रद्धते, अहं कल्पनां कर्तुं न शक्नोमि यत् त्वम् एवम् अकरिष्यः. उदाहरणं यत्र त्वमेवम् अकरिष्यः न मर्शयामि, अहं सोढुं न शक्नोमि यत् त्वम् एवम् अकरिष्यः. अत्र क्रूधातुतः लुङ्लकाररूपम् अस्ति अकरिष्यः इति. समीचीनम्, तदेव. अतः एव तत्र ओतापयोः इत्यस्मात् तद् आगच्छति वा इति, अतः क्रियातिपत्तौ लृङ् इति कृत्वा अकरिष्यः इति तत्र रूपं. सम्यक्, लृङ् अथवा लिङ्लकारः. आं भगिनि, इदानीं प्राप्तं वा गर्हायां च इति सूत्रं? न प्राप्तं भगिनि, क्षम्यता. तत्र चत्वारि उदाहरणानि आसीत् खलु, यच्च यत्रयोः इति मध्ये अस्ति प्रायः. लृटयतौ शेषेल् लृटयतौ शेषेल् लृडयदौ वयं न कृतवन्तः खलु, तस्मात् पूर्वं ओतापयोः चित्रीकरणे च, तस्मात् पूर्वम् ओतापयोः पुनः अनन्तरं गर्हायां गर्हायां च. ओतापयोः भवती पठतु, अहम् आगच्छामि. ओके, गर्हायां भगिनि, तत्र गर्हायां च. ओके यच्च गर्हायां च, यच्च यत्र इति उपपदे सति गर्हायां निन्दायाम् अर्थे धातोः लिङ् भवति. गर्हायाम् इत्यस्य कथनेन अनवक्लृप्ति अमर्षयोः इत्यस्य अनुवृत्तिः बाधिता, अनवक्लृप्ति अमर्षयोः इत्यस्य अनुवृत्तिः बाधिता. गर्हायां 3 3 1 49 अनवक्लृप्ति अमर्षयोः, अनवक्लृप्ति अमर्षयोः इति कुत्र अस्ति? अनवक्लृप्ति 3 3 1 45. ओके, इत्यस्य अनुवृत्तिः बाधिता. लिङ्लकारस्य कथनेन लिङ्लकारः एव भवति, लिङ्लकारस्य कथनेन लिङ्लकारः एव भवति अपरेषां लकाराणाम् अपवादः. काशिकायाम् अनवक्लृप्ति अमर्षयोः इति निवृत्तम्. गर्हा निन्दा कुत्सेत् कुत्सेति इति अनर्थान्तरम् अनर्थान्तरम् ओके यच्च यत्र इति एतयोः उपपदयोः धातोः लिङ् प्रत्ययोः भवति लिङ् प्रत्ययः भवति गर्हायां गम्यमानायां सर्वलकाराणाम् अपवादः ओके सिद्धान्तकौमुद्याम् अस्ति अनवक्लृप्ति अमर्षयोः इति निवृत्तम् यच्च यत्रयोः यत्र यत् अननो यत् च यत्रयोः योगे गर्हायां लिङ् एव स्यात् ओके गर्हायां सप्तम्यन्तं च अव्ययं द्विपदमिदं सूत्रं यच्च यत्रयोः यच्च यत्रयोः इति सम्पूर्णसूत्रम् अनुवर्तते जातु यतोर् लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवृत्तिः लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते भूते च इत्यस्य अधिकारः ओताप्योः इत्यस्मात् वा इत्यस्य अधिकारः धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं गर्हायां गर्हार्थे यच्च यत्रयोः यच्च यत्रयोः धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च वा लृङ् क्रियातिपत्तौ सो यच्च यत्र इति उपपते सति गर्हायाम् अर्थे धातोः लिङ् भवति सो लिङ् निमित्ते लिङ् प्रत्यय लिङ् अस्ति धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च वा सो लिङ् निमित्ते अपि अस्ति भूते अपि अस्ति लृङ् क्रियातिपत्तौ लिङ् लृङ् क्रियातिपत्तौ ओके लिङ् लकारस्य कथनेन लिङ् लकारः एव भवति अस्तु अपरेषां लकाराणाम् अपवादः इति दत्तम् परन्तु अनुवृत्तिसहितसूत्रे गर्हायां यच्च यत्रयोः उपपते सति धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च वा लृङ् क्रियातिपत्तौ सो लिङ् इति एव लिङ् एव अस्ति लिङ् निमित्ते भूते च वा इति बाधिता वा अस्ति वा लिङ्ग् लिङ् प्राग्वत् खलु लृङ् प्राग्वत् इत्यनेन लिङ् निमित्तम् अस्ति चेदेव लृङ् विधीयते खलु प्रथमं सूत्रं तदेव आसीत् आसीत् खलु लिङ् निमित्ते लृङ् अतः तद् भवति अन्येषां लकाराणाम् अपवादः अपरेषां लकाराणाम् इत्युक्ते पूर्वं लृट् एकस्मिन् सूत्रे लट् एकस्मिन् सूत्रे तत्र कालसामान्ये लट् इति सर्वं दृष्टवन्तः खलु तत्सर्वं बाधितं तावदेव किमपि अन्यत् न गतसूत्रे अपि यच्च यत्र इति आसीत् परन्तु तत्र अनवक्लिप्ति अमर्षयोः इति अर्थे आसीत् यच्च यत्र इति उपपदे सति असम्भावनायाम् अनवक्लिप्त्याम् असहनायाम् अमर्षे च धातोः लिङ् भवति इति उक्तम् अस्तु परन्तु अत्र तु भिन्नार्थे गर्हायां निन्दायां धातोः लिङ् भवति पूर्वमपि एकं गर्हासूत्रं दृष्टवन्तः परन्तु तत्र तु लट् जातं त्री त्री गर्हायां लटपि जातोः त्री त्री वन् फोर् तद् गर्हायां लडपि जातोः इत्यनेन तत्र लट् विहितमासीत् एतत् गर्हायां च इति अस्ति पूर्वसूत्रं किं यच्च यत्रयोः लिङ्ग् जातु लिङ्ग् इत्यनेन लिङ्ग् अपि अस्ति लिङ्ग् एव सत्यम् अस्तु तत्रापि लिङ्ग् अत्रापि लिङ्गेव विधीयते उदाहरणं किम् आसीत् सिद्धान्तकौमुद्यां निदर्शनम् अस्ति यच्च यत्र वा त्वं शूद्रं याजयेः अन्यायं तत् अन्यायं तत् ओके ओके अस्ते अस्य अन्यायम् एतत् आम् अस्य द्वे वाक्ये भवतः यच्च त्वं शूद्रं याजये याजयेः अन्यायं तत् यत् त्वं शूद्रेण यज्ञं कारयति तत् अनुचितम् अस्ति. यत्र त्वं शूद्रं याजयेः अन्यायं तत् यत्र त्वं शूद्रं याजयेः ओ यच्च अपि च यत्र ओ ओके अस्तु अस्तु अस्तु यत् यत् त्वं शूद्रेण यज्ञं कारयति तद् अनुचितम् अस्ति. यच्च यत्र द्वे उपपते सति ओके लिङ्गे एव भवति याजये तत्तु गर्हायाम् अर्थः खलु निन्दायां निन्दार्थे अन्यायं तत् इति अन्यायम् एतत् officiate as a sacrificial priest for a shudra. It is improper iti artha. He blame you who being an opulent old brahmana who ought to know better officiate as a sacrificial priest for a shudra. It is improper iti artha. Etadeva vakyam asti va. ओ शूद्रेण यज्ञं कारयति सो हि डिड् इट् फार् शूद्र ओ यज्ञं कारयति इत्युक्ते यज्ञं खलु शूद्रेण दत्तं बट् देन् ऐ थाट् वेन् यु रेड् इट् इन् इङ्ग्लिश् भगिनी यु सेड् ओ दट्स् वाट् ऐ वास् थिङ्किङ्ग् द सेण्टेन्स् आर् दे सेम् यत्र तत्र दत्तं यत्र तत्र भवान् वृषलं याजयेत् वृद्धो वृद्धः सन् ब्राह्मणः गर्हामहे अहो अन्यायम् एतत् तत्र किञ्चित् भिन्नम् अस्ति नित्यप्रयोगः पारशूद्र नैतशूद्र अत्र शूद्रः यज्ञं करोति शूद्रेण यज्ञं कारयति इति भवति शूद्र डिड् द यज्ञ देन् ओके सत्यं फार् हिम् न बै हिम् बट् देन् बट् द इङ्ग्लिश् सेण्टेन्स् वासन्ट् लैक् देट् भगिनि ओ दट्स् वाट् ऐ ओके लेट् मी रीड् इट् अगेन् वी ब्लेम् यू हू बीङ्ग् एन् आपुलेण्ट् ओल्ड् ब्राह्मण officiate as a sacrificial priest for a shudra you are a sacrificial priest so it's not the shudra who did the yajna whereas here shudrena yajnam karayati tad bhinna bhinna vakyam shudra did the yajna he was a sacrificial priest I don't know he may be sitting there tadasham यजमानः यजमानः शूद्रः एतत्तु तस्य कृते यज्ञं कारयति खलु तदेव खलु अर्थः यजमानः तु शूद्रः शूद्रेण यज्ञं कारयति शूद्रेण यज्ञं कारयति भिन्नभिन्नवाक्यं शूद्रेण यज्ञं कारयति इत्युक्ते त्वं शूद्रेण सः एव यज्ञं करोति प्रयोज्यकर्ता खलु एतद् भिन्नवाक्यं तद् भिन्नवाक्यं भगिनि यत्र तत्र भवान् वृषलं याजयेत् वृद्धौ वृद्धः सन् ब्राह्मणः गर्हामहे अहो अन्यायम् एतत् तद्भिन्नं किञ्चित् इम्प्रापर् इत्येव अर्थः तावदेव सेण्टेन्स् इस् इम्प्रापर् अस्माकं कृते भ्रमः भवति सः किं करोति शूद्रेण यज्ञं का बिकास् ऐ थाट् दट् जनरली दोस् ब्राह्मण प्रीस् यूस् टु गो फार् and do the yajna for a shudra is okay. But when the shudra does not the improper yajna, that is not improper. Kalo. Yeah, because the Brahmins priests generally go and does it for everybody. Whoever comes. No, sometimes but, they have a side person, right? Like an intern or somebody who will help. What do they call that person? Tadrisham. Tadrisham saha ekaha shudram. Shudra employed. Okay. Sikritavan. Okay. अध्वर्यु अहं तु चिन्तितवती यजमानः तु ब्राह्मणः अथवा शूद्रतादृशं तादृशम् अतः एव तस्य वाक्यस्य भवति साक्रिफिशियल् प्रीस्ट् फार् अ शूद्र इति तत्र यजमानः ब्राह्मणः शूद्रस्य कृते सः कृतवान् इति ओ मै गाड् But that is normal. Shudrena yajnyam karayati is what you cannot ask. Anuchitam. Tadeva anuchitam. Anuchitam. Satyam. Satyam. Astu. Ketkim abhibhavatu. Anuchitam prayoga. Karhaya yata adrishan makarani. Anyway, these days it's nothing is. Yeah. Nauchitam. It is. Nauchitam. तत्र यद् इदानीं न्यूस् मध्ये अस्ति खलु तादृशं वक्तुं शक्यते एतत् यद् TCS मध्ये जातं तद् अनुचितं तद् तादृशं तत्र वक्तुं शक्यते अनुचितं द्वयोः वाक्ययोः यच्च च यत्र च इत्यनयोः क्रमेण व्यवहारः जातः अपि च अनयोः द्वयोः उपपतयोः द्वारा गर्ह इति अर्थः द्योतितः अतः ण्यन्त यज् धातोः गर्हायां च इत्यनेन विधिलिङ् लकारस्य विधानेन मध्यमपुरुषे एकवचने याजयेः इति रूपं भवति इतितम् इहु इहि इतम् इत इहि बिकम्स् याजयेः अस्तु याजयेः इति विधिलिङ्ग् विधिलिङ्ग् इदानीम् ओतापयोः तत्र ओतापयोः इत्यस्मात् वा इत्यस्य अधिकारः अतः विकल्पेन क्रियातिपत्तौ लृङ् इति कृत्वा अयाजयिष्यः इति लृङ् याजयिष्यः अपि च अयाजयिष्यः अस्तु यच्च त्वं शूद्रम् अयाजयिष्यः अन्यायं तत् यत् त्वं शूद्रेण यज्ञम् अकारयिष्यः तत् अनुचितम् अस्ति यत्र त्वं शूद्रम् अयाजयिष्यः अन्यायं तत् ओके यत् त्वं शूद्रेण यज्ञम् अकारयिष्यः तत् अनुचितम् अस्ति अत्र लृङ्लकारस्य अन्यत् उदाहरणं लृङ् यच्च भवान् मांसम् अखादिष्यत न अखादिष्यत् यच्च भवान् मांसम् अखादिष्यत् अहो गर्हितम् एतत् सो यत् च भवान् मांसम् अखादिष्यत् अखादिष्यत् लृङ् क्रियातिपत्तौ अहो स्पष्टमस्ति आम् आं भगिनि यत्र भवान् मांसम् अखादिष्यत् अहो गर्हितम् एतत् अत्र वस्तुतः भवान् न अखादयत् भवान् न अखादयत् अतः क्रियाधिपत्तिः अस्ति तदर्थं विकल्पेन भूते भविष्यति च नित्यं लृङ् सो अखादिष्यत लृङ् अस्ति भवान् अखादिष्यत् अस्तु तदर्थं विकल्पेन भूते भविष्यति च नित्यं लृङ् भूते भविष्यति च नित्यं विकल्पेन भूते भविष्यति नित्यं भविष्यति च नित्यम् ओके सर्वदा तदेव खलु पूर्वमपि तादृशमेव आसीत् खलु प्रथमसूत्रात् सो भविष्यति नित्यं लृङ् भवति भूते विकल्पेन तद् वा ओतात्योः अधिकारे अस्ति खलु सो एतत् सूत्रं किं गर्हायां च इति सूत्रे तु लृटः सर्वेषां लकाराणाम् अपवादः लिङ्क् भवति अनन्तरं यदा पूर्वं भूते वा भविष्यति नित्यम् इति सूत्रं सम्यक् अस्तु पूर्णतया पुनः पठनीयम् एतत् करपत् आं महोदय चित्रीकरणे च तद् फ्लो चार्ट् बहु सम्यक् अस्ति अन्ते अस्ति परन्तु वयम् एकवारं सूत्राणि पठित्वा तद् गच्छामः अथवा किञ्चित् भ्रमजनकमेव अस्ति सूत्राणि पठामः तद् रूपाणि अनन्तरं कुर्मः प्रायः अग्रिमसप्ताहे वि विल् सी दट् फ्लो चार्ट् तद् किञ्चित् बहु लघु दृश्यते फुल् स्क्रीन् न आगच्छति वेरी स्माल् प्रायः ऐ विल् आस्क् भव्या भगिनी फार् द कापि ऐ थाट् ऐ विल् टेक् अ प्रिण्ट् औट् परन्तु तद् बहु लघु अस्ति द्रष्टुमपि न शक्नोमि फुल् स्क्रीन् अपि न आगच्छति so many conditions that's why it is speak satra satyam satyam tattu satyam lagta vibhavati langa ha swasata varge mahavad mahodaya varge mahodaya varge atra bagini bhavya bagini suchayati bagini you know every one this blue is this blue is you know red is this like that she, oh how to she read has that? That in the key yeah she is yeah, right but you can do that rules are there that is there but parantu tad full screen open na bhavati yeah na bhavati ah drashtum na shaknumah bahu lagu lagu asti so download kartum api na shakyate download krutavati then also it is very small tad original doc maham likami prayah I will send a mail to her to asking for the original one then tatra kinchit brihat asti chet vayam api patitum shaknumah goes beyond the screen if you are going through the ipad I can section by section you can increase it section by section but the arrows are too long सो तत्र इट्स् अप् आरो इट् गोस् टु सम् अदर् बाक्स् दट्स् वै ट्रै टु डौन्लोड् सो दट् मेबि वि शुड् प्रिण्ट् इट् इन् 11x17 अस्तु वयं सूत्राणि पठामः अनन्तरं पश्यामः चेत् इतोपि सम्यक् अवगन्तुं शक्यते अदर्वैस् हियर् आल्सो वन् देर् आल्सो हाफ् विल् बि लेट् अस्तु अस्तु आं महोदय शेषे हृदयदौ खलु तदेव खलु चित्रीकरणे च इति खलु त्यक्तं वा क्षम्यताम् आमां चित्रीकरणे च आमां चित्रीकरणे च इति 3-3-1-50 यच्च यत्र इति उपपदे सति चित्रीकरणे इत्युक्ते आश्चर्ये धातोः लिङ् भवति अस्तु पूर्वमासीत् यच्च यत्र इति तत्र गर्हायामासीत् खलु तत्र यच्च यत्र इति सत्यम् अनुचितमिति गर्हायामासीत् इदानीं चित्रीकरणे आश्चर्यम् अस्तु लिङ्लकारस्य कथनेन लिङ्लकारे एव भवति अपरेषां लकारणाम् अपवादः काशिकायां यच्च यत्रयोः इत्येव चित्रीकरणम् आश्चर्यम् अद्भुतं विस्मयनीयम् इति अर्थः यच्च यत्रयोः उपपदयोः चित्रीकरणे गम्यमाने धातोः लिङ् प्रत्ययः भवति सर्वलकारणम् अपवादः क्रियातिपत्तौ यथायथं लिङ् भवति यथायथम् इत्युक्ते अत्र भूते विकल्पेन भविष्यति नित्यम् चित्रीकरणे सप्तम्यन्तं च वेपदन्तिपदविदं सूत्रं यच्च यत्रयोः इति सम्पूर्णं सूत्रम् अनुवर्तते। जातु यतोः लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवर्ति लिङ् निमित्त यल्दन् क्रियातिपत्र इति सम्पूर्णसूत्रम् अनुवर्तते। भूते च ओतापयोः इत्यस्मात् वा इत्यस्य अधिकारः धातोः प्रत्ययपदश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं चित्रीकरणे यच्च यत्रयोः धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च वा लिङ् क्रियातिपत्रौ एतत्सूत्रं वदति यच्च यत्र उपपदे सति आश्चर्यगम्यमाणे धातोः लिङ् भवति नित्यं सर्वलकरणपवादः अस्ति अपि च यथायथं लृग्लकारस्य अपि भवति इति अस्ति। पूर्वसूत्रमासीत् तत्र अस्माभिः दृष्टमासीत् तत्र किम् आसीत् तत्र यच्च यत्रयोः इति आसीत् यच्चत्रयोः गर्हायाम् इति आसीत्। इदानीं यच्चत्रयोः चित्रीकरणे तत्र आश्चर्ये गम्यमाने अपि भवति कर्ता नास्ति चेदपि अस्तु तत्र केवलं तत्र एतत् अन्यायम् इत्यस्य स्थले आश्चर्यम् इति वक्तव्यम् अस्तु। सिद्धान्तकौमुद्य निर्दिष्टमस्ति यच्च यत्र वा त्वं सूत्रं याजये आश्चर्यमेतत् अस्तु अतः अन्यायमेतत् आसीत् पूर्वम् इदानीम् आश्चर्यमेतदपि भवति तत्र केवलं लिङ्गकारः अस्य द्वेवाक्ये भवतः यच्च त्वं शूद्रं याजेः आश्चर्यमेतत् यत्र त्वं शूद्रं याजेः आश्चर्यमेतत् द्वयमपि द्वयस्पर्धद्वयस्य वाक्यद्वयस्य अर्थम् एवमस्ति आश्चर्यस्य वार्ता अस्ति यत् त्वं शूद्रेण यज्ञं कारयति इति यच्च अपि यत्र इति आश्चर्यम् इति अस्तु। द्वयोः वाक्योः यच्च च यत्र च इत्यनयोः क्रमेण व्यवहारः जातः अपि च अनयोः द्वयोः उपपदयोः द्वारा आश्चर्यम् इति अर्थः द्योतितः। अतः ण्यन्त यज् धातोः चित्रीकरणे इत्यनेन विधिलिङ्गकारस्य विधानेन मध्यपुरुषे एकवचने याजयेः इति रूपं भवति। त्वं यत् सूत्रेण यज्ञं कारयति एतत् आश्चर्यस्य वार्ता अस्ति। एतत् किञ्चित् किम् अस्ति यत् गर्ह आसीत् यत् गर्ह इति युफमिसं भवति आश्चर्यमिति तस्य आश्चर्यमपि सन्तोषजनक आश्चर्यं वा तत्र गर्ह तत्र गर्हणं न कर्तुं शक्यते किमर्थमिति तत्र तत्र केस् भवति अतः आश्चर्य वण्डर् अस्टानिश्मेण्ट् स्ट्रेञ्ज्नेस् इति दत्तम् अर्थः अस्तु वक्तव्यं भवति न तु गर्हमिति न वक्तुं शक्यते गर्हः न वक्तुं शक्यते आश्चर्यमेव वक्तुं शक्यते अस्तु केस् भवति इति कृत्वा अस्तु ओत्याभ्यो इत्यस्मात् वा इत्यस्य अधिकारः अतः विकल्पेन क्रियातिपत्र लिङ् इति कृत्वा अयाजयिष्यः इति यच्च त्वं शूद्रम् अयाजयिष्यः आश्चर्यमेतत् यच्च त्वं यत्र त्वं शूद्रम् अयाजयिष्यः आश्चर्यमेतत् इति द्वयोः वाक्ययोः अर्थः एवमस्ति यत् त्वं शूद्रेण यज्ञम् अकारयिष्यः तद् आश्चर्यस्य वार्ता अस्ति इति अत्र लिङ्लकारस्य अन्यत् उदाहरणम् अस्तु यच्च भवान् मासम् अकारयिष्यत् अहो आश्चर्यमेतत् तस्य यत्र भवान् मांसम् अकालयिष्यत् अहो अहो आश्चर्यमेतत् अत्र वस्तुतः भवान् न अकालयत् अतः क्रियातिपत्ति अस्ति तदर्थं विकल्पेन भूते भविष्यति च नित्यं यथा क्रियातिपत्तिः भवति चेत् तत्र भूते विकल्पेन भविष्यति नित्यम् अतः तद् यच्च यत्रयोः इति तत्र प्रथमम् अनवक्ति अमर्षयोः इति अर्थे आसीत् अनन्तरं गर्हायाम् इति द्वितीयम् इदानीम् आश्चर्यं चित्रीकरणे इति सूत्रत्रयं स्मर्तव्यं समीचीनम् अस्तु धन्यवादः महोदय। अरुणा भगिनी शेषे इदानीमेव शेषे हृदयदौ पुनः यत्र एव आगच्छति शेषे लुडयदौ शेषे नाम यत्र यच्च यत्र यच्च यत्र न स्तः यदि भिन्न अव्यय उपपदे सति चित्रीकरणार्थः गम्यमानः चेत् धातोः रुट् लकारः भवति. शेषे इत्यनेन यच्च यत्राभ्यां भिन्नम् अयादौ इत्यनेन यदि भिन्नं तत् सदृशम् अव्ययम् इत्युक्ते अत्र पर्युदासः अस्ति. यच्च यत्र यदि इति अव्ययानि न स्युः, परन्तु तानि त्यक्त्वा किमपि अव्ययं भवेत्, अपि च चित्रीकरणार्थः गम्यमानः भवेत्. एतद्वौ निमित्तौ उपस्थितौ चेत् लुट् लकारः न तु विधिलिङ्ग् काशिकायां यच्च यत्र यत्राभ्याम् अन्यत्र चित्रीकरणं शेषः. शेष उपपदे चित्रीकरणे गम्यमाने धातोः लुट् प्रत्ययः भवति यदि शब्दः चेत् न प्रयुज्यते. सर्वलकाराणाम् अपवादः. सिद्धान्तकौमुद्यां यच्च यत्राभ्याम् अन्यस्मिन् अनुपपदे अन्यस्मिन् उपपदे चित्रीकरणे गम्ये धातोः लुट् स्यात्. लिङ्निमित्तस्य अभावे लुङ् अवसरः अपि नास्ति. अतः यथा गर्हायां लङ् लडपि जातोः इत्यस्य स्थाने अत्रापि सूत्रं केवलम् अत्र स्थापितम् अनुवृत्त्यर्थम्. ततः भूते च ओताप्यो वितनयोः अत्र प्रसक्तिः नास्ति. न यदि अयदि तस्मिन् अयादौ नैतत्पुरुषः शेषे सप्तम्यन्तं लुट् प्रथमान्तम् अयदौ सप्तम्यन्तं त्रिपदमिदं सूत्रं चित्रीकरणे च इत्यस्मात् चित्रीकरणे च अनुवृत्तिः प्रत्ययः धातोः परश्चैतनयोः अधिकार इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं शेषे अयदौ चित्रीकरणे धातोः लुट् प्रत्ययः परश्च शेषे लुट् लुडयदौ अत्र सूत्रं वदति. शेषे नाम यत् यच्च यत्र अत्र नास्ति यत्र नास्ति यदि भिन्न अव्यय उपपदे अति अस्ति सति चित्रीकरणार्थं गम्यमानः अर्थः अस्ति चेत् धातोः लुट् लकारः भवति. पूर्वसूत्रं पठितवन्तः यच्च यत्र अत्रापि लिट् लुट् लिङ्ग् अपि भवति महोदय भगिनि. पूर्वसूत्रे केवलं लिङ्ग् चित्रीकरणे इत्यत्र केवलं लिङ्ग् जातम्. अस्मिन् सूत्रे अर्थः समानः, चित्रीकरणार्थः एव, आश्चर्यमेव अर्थः. परन्तु यच्च यत्र न स्तः तद्भिन्नं तत्सादृश्यं तद् पर्युदास इति प्रसिद्धासः. तेन शेषे इत्यनेन यच्च यत्राभ्यां भिन्नम् अयादौ इत्यनेन यदि भिन्नं तत् सदृश अव्ययम् अस्ति परिदासः इति. अपि च चित्रीकरणार्थं गम्यमानम् एतौ द्वौ निमित्तौ उपस्थितौ चेत् लोट् लकारः न तु विधिलि. ओके, काशिकायामपि यच्च यत्र भ्याम् अन्यत्र चित्रीकरणं शेषः इति अर्थं समानमेव. शेष इति अत्र काशिकायामपि अस्ति. शेष उपपदे चित्रीकरणे अर्थ धातुः अस्ति च लुट् प्रत्ययः भवति. अत्र केवलम् अत्र लिङ्ग् विधानं नास्ति इति कृत्वा लुङ् अपि भवितुं न अर्हति. सत्यं, लिङ्ग् निमित्तं नास्ति, अतः लृङ्ग् अपि न भवति अनुवृत्तिसहितं केवलं लृट्. शेषे अयादौ चित्रीकरणे धातोः लोट् प्रत्ययः परश्च. एतदपि अनुवृत्त्यर्थमेव योजितं. यदा वयं पूर्वं गर्हा क्रीडपि जातोः एकं सूत्रं दृष्टवन्तः खलु, लिट् लट् लकारः विधीयते इति, तादृशमेव एतदपि. आम् काशिकायां, काशिकायां निगमनम् अस्ति. आश्चर्यं चित्रम् अद्भुतम् अन्धो नाम पर्वतम् अपरोक्षति आरोक्ष्यति. ओके ओके. बदिरे नाम व्याकरणम् अध्येष्यते. अन्धः अति उदाहरणानि एक द्वैवाक्यं वाक्यं वाक्ये अस्ति. सः आश्चर्यं चित्रम् अद्भुतम् अन्धो नाम पर्वतम् आरोक्षति. बदिरः नाम व्याकरणम् अध्येष्यते. वयं जानीमः अन्धः इत्यनेन यः द्रष्टुं न शक्नोति, बधिरः इत्यनेन यः श्रोतुं न शक्नोति. अन्धः पर्वतम् आरोहति चेत्, बधिरः व्याकरणं पठति चेत् महत् आश्चर्यं नाम इति अव्ययम्. ओके. तेन च अव्ययेन आश्चर्यं चित्रम् अद्भुतम् इति अर्थः ज्योतितः भवति. अतः रुह् धातोः लुट् लकारः भवति. आश्चर्यम् अन्धो नाम कृष्णं द्रक्ष्यति इति उदाहरणं सिद्धान्तकौमुद्यम् अपि तदेव. दृष् धातुतः लुट् लकारः द्रक्ष्यति इति भवति. अत्र केवलम् उदाहरणानि लट् धातु आश्चर्य चित्रम् इति उदाहरणानि दत्तं लुट् लकाररूप तिङ् प्रत्ययः. सत्यं, नाम इति अव्ययम् उपयुक्तं तत्र. आश्चर्यद्योतकम् अव्ययं नाम इति पदेन, तदेव अर्थः. नाम इति पदमेव उपयुक्तमस्ति आश्चर्यद्योते. समीचीनं, धन्यवादः भगिनि. उषा भगिनी, शेषेल् हृडयदौ इति सूत्रे शेषे क्षम्यतां भगिनि, शेषेल् हृडयतौ इति सूत्रे यदि भिन्न अव्ययपदे अव्ययपदे सति लृट् इत्युक्तम्. अयदौ अयदौ किम्? आश्चर्यं यदि सः अधीयीत इति सिद्धान्तकौमुद्याम्. यदि भिन्न अव्ययपदे सति लृट् इत्युक्तम्. अयदौ किम्? लृट् सूत्रे उक्तम् अयदौ. ओके. अयदौ किम्? आश्चर्यं यदि सः अधीयीत इति सिद्धान्तकौमुद्याम्. अत्र अयदौ इत्यस्य दडसार्थक्यं किम्? आश्चर्यम् इति आश्चर्यं यदि मूकः अधीयीत. मूकः इत्युक्ते यः वक्तुं न शक्नोति. उक्तवाक्ये च यदि पदेन आश्चर्यार्थः द्योतितः. मूकः यदि अध्येतुम् आरभेत् तर्हि एषा आश्चर्यजनिका वार्ता स्यात् इति वाक्यार्थः. अस्मिन् वाक्ये यदि शब्दः अस्ति, चित्रीकरणार्थः अपि गम्यमानः, किन्तु विधिलिङ्लकारः अस्ति न तु लृट् विधिलिङ्ग्. ओके. एतादृशे वाक्ये लृट् लकारः न स्यात्, तस्य निषेधार्थं च सूत्रे अयदौ इत्युक्तम्। अयदौ अयदौ इति किम्? आश्चर्यं यदि सः भुञ्जीत इति काशिकायां, यदि सः खादेत् आश्चर्यम् अस्य वार्ता स्यात् इति अर्थः। ओके, शेषे लृट् अयदौ, अयदौ इति अस्ति इति इत्यनेन अयदौ इत्यस्य कृते दळसात्त्वेन द्वौ वा उदाहरणं दत्तम्। अत्र अयदौ इति मूकः इत्युक्त वाट् इस् दट् सेण्टेन्स्? आश्चर्यं यदि सः न अयदौ आश्चर्यं यदि सः अधीयीत अधीयः अधीयत आश्चर्यं यदि मूकः अधीयीत। ओके, अधीयीत अध्येतुम् आरभते तर्हि एषा आश्चर्यवज्जनिका वार्ता स्यात् इति वाक्यार्थः। सो अयदौ इत्यस्य कृते यदि नास्ति, मूकः यदि अध्येतुम् आरभेत तर्हि एषा आश्चर्यजनिका वार्ता स्यात् इति वाक्यस्य अर्थः। अस्मिन् वाक्ये यदि शब्दः अस्ति, मूकः यदि अध्येतुं चित्रीकरणार्थः अपि गम्यमानः, किन्तु विधिलिङ्लकारः अस्ति, विधिलिङ्लकारः अध्येतुम् आरभेत इति आश्चर्यजनिका स्यात्। ओके, वार्ता स्यात् अध्येतुम् आरभेत इति इत्यपि प्रायः अध्येतुम् आरभेत ईत ईयतां खलु आत्मनेपथ्य अस्तु, न तु लृट्, न तु विधिलिङ्गकारः अस्ति, न तु लृट्। आम्, एतादृशेः वाक्ये लृट् लकारः न स्यात्, तस्य निषेधार्थं च अयदौ इति उक्तम्। सो अयदौ इति चेत् लृट् लकारः न स्यात् इत्यनेन शेषे लृट् अयदौ। अयदौ इति किम्? आश्चर्यं यदि सः भुञ्जीत, यदि सः भुञ्जीत इति काशिकायां दत्तं, यदि भुञ्जीत ईत तदपि विधिलिङ्गेव, लृट् नास्ति इति। यदि सः खादेत् आश्चर्यस्य वार्ता स्यात् इति अर्थः, यदि सः खादेत्। सो यदि अस्ति चेत् लृट् नास्ति, न भवति इति, लिङ्गे एव भवति, विधिलिङ्गे एव भवति। यदि भिन्नाव्ययपदे सति लृट् शेषे लृडयदौ इत्यनेन। सो प्रकृतसूत्रे शेषे लृडयदौ इत्यस्मिन् लिङ् निमित्त अभावात् लृङ्गः विकल्पः नास्ति, लिङ् निमित्त अभावात् लृङ्गः विकल्पः नास्ति, लिङ् निमित्त अभावात् इह लृङ् न भवति इति काशिकाकारः वदति। यथोक्तं पूर्वमपि यत्र लिङ् न भवति तत्र लृङ् प्राग्वत् इति वाक्यं न प्रवर्तते। यत्र लिङ् न भवति तत्र लृङ् प्राग्वत् इति वाक्यं न प्रवर्तते। सत्यमेव खलु, तद् न भवति, तदेव उक्तं खलु, एतत्तु केवलम् अनुवृत्त्यर्थम् अत्र उक्तम् इति। अस्मिन् पाठे किमर्थम् एतद् इत्युक्ते अनुवृत्त्यर्थ, तत्र पठतु भगिनि, उताप्योः समर्थयोः लिङ्ग्। ओके, उत अपि इति, उत अपि अण्डपि दत्सत्। ओके, उत अपि इति समानार्थके उपपदे सति धातोः लिङ् भवति, लिङ् लकारस्य कथनेन लिङ् लकारः एव भवति, अपरेषां लकाराणाम् अपवादः। अस्तु, उत अपि इत्यनयोः विभिन्नार्थाः सन्ति, बहुत्र च समानार्थः अपि न स्तः, एकः अर्थः अस्ति, किन्तु यत्र द्वयोः समानः भवति अवश्यं निश्चयेन। ओ, अवश्यम् इति अर्थे उत अण्ड् अपि बोत् हाव् द सेम् मीनिङ्ग्। अस्तु, अवश्यं निश्चयेन इत्यर्थे द्वयोः अर्थः समानः, उत अपि च अपि. यत्र यत्र एतादृशः अर्थः विवक्षितः तस्मिन् समानार्थके उपपदे सति धातोः लिङ् भवति. अस्य व्यक्तीकरणार्थं काशिकायाम् एकम् अव्ययम् उपयुक्तं बाढम्. ओके, यस्य अर्थः एतादृशः एव अवश्यं निश्चयेन इति. अस्तु, काशिकायां ऊत अपि इत्येतयोः समर्थयोः धातोः लिङ् प्रत्ययः भवति, सर्वलकाराणाम् अपवादः. बाढम् इत्यस्मिन् अर्थे समानार्थत्वम् अनयोः. अस्तु, ओतापयोः इति विकल्पः निवृत्तः. ओके, ओतापयोः वा उतापयोः इति विकल्पः निवृत्तः. इतप्रभृति भूते अपि लिङ्निमित्ते क्रियातिपत्तौ नित्यं लृङ्. इतप्रभृति भूते अपि लिङ्निमित्ते क्रियातिपत्तौ नित्यं लृङ्. 33152 आरभ्य 33152 अस्तु इत्यस्य लृङ् नित्यं लृङ्, लिङ्निमित्ते क्रियातिपत्तौ नित्यं लृङ्. भूते अपि लिङ्निमित्ते अपि क्रियातिपत्तौ नित्यं लृङ्. ओके, भविष्यति तु सर्वत्र एव नित्यः. ओके, प्रकृतसूत्रे च इतः अग्रे च ओतापयोः इत्यस्य वा इत्यस्य अधिकारः समाप्तः. ओके, समाप्तः. अतः यथा भविष्यति तथैव भूते अपि लिङ् निमित्ते क्रियातिपत्तौ लृङ् नित्यं न, परन्तु वैकल्पिकम्. ओके, तु वैकल्पिकम् ओ लृङ् नित्यं न तु विकल्पिक वैकल्पिकम् अस्तु न तु वैकल्पिकम् लृङ् इति नित्यम्. ओके, भविष्यति तु यथा पूर्वम् अत्रापि लिङ् निमित्ते क्रियातिपत्तौ लृङ् लकारः सर्वत्र एव नित्यः. सिद्धान्तकौमुद्यां भाडम् इत्यर्थे अनयोः तुल्यार्थता इतप्रभृति लिङ् निमित्ते क्रियातिपत्तौ भूते अपि नित्यो लृङ्. ओ, तत्रापि द सेम् इति दत्तम्. ओके, काशिकायाम् अपि च सिद्धान्तकम् उतश्च अपि च तयोः इतरेतरयोगद्वन्द्वः उतापि तयोः उतापयोः समः समानार्थे. ओके, ययोः अर्थः ययोः स्तौ समर्थौ अथवा समौ अर्थौ ययोः स्तौ समर्थौ तयोः समर्थयोः बहुव्रीहिः. लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते. 139 152. ओके, भूते च इत्यस्य अधिकारः धातोः प्रत्ययः परश्च इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् उतापयोः समर्थयोः धातोः लिङ् भवति. प्रत्ययः परश्च लिङ् निमित्ते लिङ् अस्ति, लिङ् निमित्ते भूते च लृङ् क्रियातिपत्तौ. ओके, सो अस्तु भगिनि. उत अपि च इति समानार्थक अस्ति चेत् तत्र लिङ् भवति, लिङ् अस्ति चेत् लिङ् निमित्ते भूते च लृङ् क्रियातिपत्तौ. सो तत्र वा इति वैकल्पिकं. वाट् इट् बि रीड् दट् इट् राङ्ग्. प्रकृतसूत्रे च इतः अग्रे ओतापयोः इत्यस्य वा इत्यस्य अधिकारः समाप्तः. ओके, अतः यथा भविष्यति तथैव भूते अपि. ओके, यथा भविष्यति तथा एव भूते अपि लिङ्निमित्ते क्रियातिपत्तौ लृङ् नित्यं न तु वैकल्पिकम्. अस्तु, तत्र भिन्नभिन्न अर्थाः सन्ति उत इत्यस्य अपि इत्यस्य निश्चयम् अनन्तरम् अवश्यम् इति अर्थः एव द्वयोः पदयोः समानः सो दे हेव् टेकन् दट् अलोन् अस्तु लिङ्ग् क्रियातिपत्तौ सो पूर्णसूत्रम् अनुवर्तते सो लिङ्ग् निमित्तं क्रियातिपत्तौ समा अर्थयोः लिङ्ग् उताप्योः उत अपि इति पदयोः समार्थयोः धातोः लिङ्ग् समार्थः कः इत्युक्ते अवश्यं निश्चयेन तस्य एव बाडम् इति पदेन निर्दिष्टम् अव्ययं बाडम् इति अव्ययस्य निर्देशः अवश्यम् अवश्यं निश्चयम् इति अर्थे अस्ति परन्तु अन्यत्र उत अथवा उत इत्यस्य आर् इति अर्थः अपि अस्ति खलु अपि इत्यस्य आल्सो इति अर्थः अस्ति परन्तु तत्र तु सम अर्थः नास्ति खलु ओ सम अर्थः किम् इत्युक्ते अवश्यं निश्चयेन तत्र तस्य एतादृशेषु स्थलेषु लिङ्ग् भवति यदा लिङ्ग् भवति तदा लृङ्ग् अपि भवति परन्तु तत्र विशेषः कः यदा पूर्वतनसूत्रात् तत्र विकल्पेन भूते भवति तादृशम् अत्र नास्ति अतः एव उताप्योः इति दत्तं न तु वोताप्योः तत् तस्य अधिकारः समाप्तः विकल्पः निवृत्तः इदानीम् अतः नित्यं भवति भविष्यति अपि नित्यं भूते अपि नित्यं क्रियाधिपत्तौ लिङ्निमित्ते अतः वाक्यं कुत्र वयं प्रयोगं कुर्मः इति चिन्तयित्वा प्रयोगं करणीयं 3 3 1 5 2 अनन्तरं कुर्मः चेत् नो विकल्प तद् किञ्चित् स्मर्तव्यम् काशिकायां निदर्शनम् अग्रिमपाठे पठामः तत्र एतत् किञ्चित् मन्दरूपेण एव पठनीयं बहु किमपि एकवारमेव पठामः चेत् स्मरणे न भवति अद्य एव ऐ थिङ्क् वि रेड् 3 4 सूत्रास् उताप्योः समर्थयोर्लिङ्ग् शेषे लृडयदौ अनन्तरं किम् आसीत् चित्रीकरणे च गर्हायां च अनन्तरं यच्चयत्रयोः इत्यत्र एव विकल्पत्रयम् आसीत् खलु तत्र भिन्नभिन्न जातु यदोर्लिङ्ग् आं वा 4 5 सूत्र तद् बहु अधिकम् एकस्मिन् दिने किञ्चित् मन्दमन्दरूपेण एव पठनीयं सो निदर्शनम् अग्रिमसप्ताहे पठामः अस्तु भगिनि धन्यवादः भगिनि नमस्कारः धन्यवादः भगिनि नमस्कारः धन्यवादः नमस्ते